गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विशेषं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् गते वर्गे सप्रकारकज्ञानं निर्विकल्पकज्ञानम् इत्युक्ते सविकल्पकज्ञानं सप्रकारकज्ञानम् इत्युक्ते सविकल्पकज्ञानं निर्विकल्पकज्ञानम् इति प्रत्यक्षज्ञानस्य द्वैविध्यम् अस्माभिः अधीतम् अपि च निर्विकल्पकज्ञानं केवलं प्रत्यक्षज्ञाने एव भवति तत्रैव साध्यम् इति अपि अस्माभिः दृष्टम् अस्तु तर्हि इदानीं ज्ञानं स एव ज्ञानम् अन्यत् रीत्या अन्या रीत्या विभजनं कृतं तत् कथं षड्डा विभजनं कृतमस्ति तत् कथम् इति पश्येम तर्हि सप्तषष्टि अधिक एकशततमपुटे विशिष्टज्ञानादिजनकनिरूपणम् इति अस्ति तत्र आरम्भं कुर्मः अस्तु सधिवम भगिनी आरब्धुमिच्छति वा आं महोदय विशिष्टज्ञानादिजनकनिरूपणं सप्रकारकज्ञाननिरूपणप्रसङ्गात् विशिष्टज्ञानादीनां कार्यकारणभावं पर्यालोचयामः सन्ति प्रसिद्धाः त्रयः कार्यकारणभावाः सप्रकारकज्ञाननिरूपणप्रसङ्गात् इत्युक्ते सविषयकज्ञानम् इति अस्ति इति चिन्तयामि सविषयकज्ञानं नास्ति सविकल्पकज्ञानं सविकल्पक क्षम्यता सर्वदा सविषयकमेव भवति निर्विषयकज्ञानमिति किमपि नास्ति सविकल्पकज्ञानम् अत्र विशिष्टज्ञानादीनां कार्यकारणभागं भावं पर्यालोचयाम इत्युक्ते चिन्तयामः सविकल्पकज्ञानस्य एकम् उदाहरणं वदतु नीलोघटः उत्तमं नीलोघटः इति नो चेत् अयं घटः अयं घटः इत्यस्मिन् ज्ञाने प्रकारविधया किं भासते घटत्वम् उत्तमं घटत्वं घटत्वप्रकारक घटविशिष्टज्ञानम् इति वदेम खलु एवं तर्हि यत्र यत्र सविकल्पकज्ञानं भवति तत्र सर्वत्र तदेव सविकल्पकज्ञानम् इत्युक्ते विशिष्टज्ञानं तेषु कार्यकारणभावः चिन्तनीयः किं कारणं किं कार्यम् इति अस्तु अग्रे पठतु भगिनि प्रथम पङ्क्तिः पठतु विशिष्टबुद्धिं प्रति विशेषणज्ञानं कारणमिति तेषु आदिमः ज्ञानम् आत्मगुणः इति प्राक् निरूपितमेव तत्र शास्त्रप्रसिद्धं पुरुषः दण्डवान् इति ज्ञानं स्वीकुर्मः अत्र हि पुरुषः दण्डेन विशिष्टः विषयः विशिष्टः इत्यस्य दण्डसंयोगेन युक्तः इति अर्थः तादृशविशिष्टपुरुषज्ञानार्थं विशेषणज्ञानं दण्डज्ञानं तस्य आत्मनः अपेक्षितम् यः तादृशदण्डरूपं विशेषणं न जानाति तस्य पुरुषः दण्डवान् इति आकारकज्ञानं न भवति इति सिद्धः कार्यकारणभावः विशिष्टबुद्धिं प्रति विशेषणज्ञानं कारणम् इति अत्र विशिष्टबुद्धिं प्रति विशेषणज्ञानं कारणम् इति प्रथम कार्यकारणभावः स्वीकृतः अत्र ज्ञानम् आत्मगुणः इत्युक्ते वयं जानामि चतुर्विंशतिगुणेषु अन्यतमः अस्ति ज्ञानं बुद्धिः तत् आत्मनः विशेषगुणः अस्ति तद् गुणम् इदानीं ताद् शास्त्रपुस्त उदाहरणमस्ति पुरुषः दण्डवान् इति ज्ञानम्. अत्र पुरुषः दण्डे दण्डसंयोग दण्डयुक्तः पुरुषः इति एव विशिष्टज्ञानम् इति दत्तमस्ति. तादृशपुरुषस्य ज्ञानम् यस्मिन् अस्तु पुरुषः दण्डवान् इति ज्ञानस्य आकारः अस्ति, तदेव कार्यम्. अत्र प्रकारः कः, विशेष्यः कः? पुरुषः दण्डवान् इति ज्ञाने दण्डः पुरुषः विशेष्यं, दण्डः प्रकारः. उत्तमं. दण्डयुक्तः पुरुषः इति विशिष्टज्ञानमस्ति. यस्य आत्मनि तादृशं ज्ञानं नास्ति तस्य ज्ञानस्य आकारः न ज्ञातुं शक्यते इति. अस्तु अत्र इदानीं पश्यतु, पुरुषः दण्डवान् इति ज्ञानम्. अत्र दण्डः प्रकारः अस्ति, पुरुषः विशेष्यः अस्ति. किन्तु इदानीं पुरुषे किमपि वस्तु अस्ति, तद्वस्तु किम् इति यदि भवती न जानाति तर्हि पुरुषः तद्वान् इति वक्तुं शक्यते वा? न वक्तुं शक्यते. हा, तर्हि दण्डः प्रथमं ज्ञातव्यं, पुरुषः अयं दण्डः इति ज्ञानं प्रथमं भवेत्. अयं दण्डः इति ज्ञाने प्रकारः कः, विशेष्यः कः? अयं दण्डः इति विशेषः दण्डः, दण्डत्वं प्रकारता. उत्तमं. प्रकारता इति वदतु, दण्डत्वं प्रकारः अस्ति. प्रकारः दण्डत्वे प्रकारता अस्ति. भवतु, उत्तमम्. अयं दण्डः इति ज्ञानं प्रथमं भवेत्. अयं पुरुषः इति अपि ज्ञानं भवेत्. अयं पुरुषः इत्यस्मिन् ज्ञाने प्रकारः कः, विशेष्यः कः? विशेषः पुरुषः, प्रकारः पुरुषत्वम्. उत्तमं. तर्हि यस्मिन् अयं दण्डः इति ज्ञानम्, अयं पुरुषः इति ज्ञानं पूर्वमेव अस्ति, तस्मिन्नेव पुरुषः दण्डवान् इति ज्ञानं भवितुम् अर्हति खलु? इति कृत्वा अत्र अयं पुरुषः दण्डवान् इति ज्ञानस्य इति ज्ञानं कार्यमस्ति. अत्र कारणं किम्? ज्ञानम्. हा, ज्ञानद्वयमस्ति खलु? अयं पुरुषः इति ज्ञानम्, अयं दण्डः इति ज्ञानं. तादृशज्ञानं विना अयं पुरुषः दण्डवान् इति ज्ञानं न भवति इति कृत्वा ज्ञानयोः मध्ये एव कार्यकारणभावः अस्ति अत्र. कारणमपि ज्ञानं, कार्यमपि ज्ञानम्. कारणं ज्ञानद्वयमस्ति, अयं दण्डः इति ज्ञानम्, अयं पुरुषः इति ज्ञानं. कार्यमस्ति दण्डवान् पुरुषः इति. अस्तु, तदेव अत्र उक्तं, यः तादृशदण्डरूपं विशेषणं न जानाति तस्य पुरुषः दण्डवान् इति आकारकं न भवति. अस्तु, अत्र यावत् मया उक्तं तावत् न चिन्तितम्. अत्र मया उक्तं कारणज्ञानद्वयं भवेत्, अयं दण्डः इति ज्ञानं भवेत्, अयं पुरुषः इति अपि ज्ञानं भवति चेत् एव दण्डवान् पुरुषः इति ज्ञानं भवितुम् अर्हति इति मया उक्तम्. अत्र किञ्चित् विपरीत्यरीत्या उक्तम्, इत्युक्ते प्रत्यक्षेण यदि अहं पश्यामि तदा अयं पुरुषः इति ज्ञानं लभ्यते खलु. तर्हि तत्र अयं पुरुषः इति ज्ञानं प्रत्यक्षेन जायते, किन्तु दण्डवान् पुरुषः इति ज्ञानं यदि अयं दण्डः इति ज्ञानं नास्ति, पूर्वमेव नास्ति, तदा पुरुषवान् दण्डः इति ज्ञानं न जायते इति कृत्वा अत्र किं लिखितमस्ति? कार्यकारणवः विशिष्टबुद्धिं प्रति विशेषणज्ञानं कारणम्. पुरुषः दण्डवान् इति ज्ञानं प्रति किं ज्ञानं कारणम् इति चेत् विशेषणज्ञानम् अयं दण्डः इति विशेषणज्ञानं कारणं भवति इति लिखितं तर्हि विशेष्यम् अयं पुरुषः इति ज्ञानं प्रति किं कारणम् इति चेत् प्रत्यक्षम् एव कारणं भवति तत्र अस्तु अतः एव अत्र प्रथमविधकार्यकारणभावः अत्र कार्यकारण अस्मिन् पाठे कार्यकारणभावः अत्र कार्यमपि ज्ञानमस्ति कारणमपि ज्ञानमस्ति द्वयमपि ज्ञानं किन्तु प्रथम अत्र प्रथमविधकार्यकारणभावचिन्तने उदाहरणमस्ति पुरुषः दण्डवान् इत्यत्र अयं पुरुषः इति ज्ञानं प्रत्यक्षेन लभ्यते किन्तु दण्डवान् इति कदा वक्तुं शक्यते यदा अयं दण्डः इति पूर्वमेव ज्ञानम् आसीत् तर्हि विशेषणज्ञानं कारणं भवति विशिष्टबुद्धिं प्रति विशिष्टबुद्धिः इत्युक्ते अयं पुरुषः दण्डवान् इति ज्ञानं तदेव विशिष्टबुद्धिः बुद्धिः इत्युक्ते ज्ञानं विशिष्टज्ञानं प्रति विशेषणज्ञानं कारणं भवति इति प्रथमविधकार्यकारणभावचिन्तनम् अस्तु इदानीं द्वितीयं तत्र अन्यः कोऽपि पठतु धन्यवादः उत्तमं भगिनि अस्तु तर्हि इदानीं मेहुल् महोदय भवता आगतं तर्हि भवान् पठति वा आं महोदय धन्यवादः अस्तु द्वितीयमस्ति विशिष्टवैशिष्ट्यावगाहि बुद्धिं प्रति विशेषणतावच्छेदकप्रकारकज्ञानं कारणम् इति द्वितीयः कार्यकारणभावः प्रथमकार्यकारणभावे विशिष्टः दण्डीपुरुषः अस्माभिः गृहीतः स एव अस्मिन् कार्यकारणभावे कार्यभूतं यज्ज्ञानं विशिष्टवैशिष्ट्या अवगाहि ज्ञानं तत्र विशिष्टपदेन ग्राह्यः तस्यापि वैशिष्ट्यं सम्बन्धम् अन्यस्मिन् विशेषे इदं ज्ञानम् अवगाहते तच्च भूतलं दण्डीपुरुषवत् अथवा भूतलं दण्डविशिष्टपुरुषवत् इति आकारकं तावदेव महोदय अस्तु अत्र द्वितीय स्थले कार्यकारणभावः कुत्र अस्ति तर्हि विशिष्टवैशिष्ट्यावगाहि बुद्धिं प्रति विशेषणतावच्छेदकप्रकारकज्ञानम् अत्र प्रथमकार्यकारणभावे दण्डवान् पुरुषः इति वयं दृष्टवन्तः तत्र एव दण्डवान् पुरुषः इति ज्ञानमस्ति तत्र विशिष्टवैशिष्ट्यावगाहि ज्ञानं विशिष्टपदेन ग्राह्यः तेन किं भवति अत्र उदाहरणमस्ति भूतलं दण्डिपुरुषवत् अथवा भूतलं दण्डविशिष्टपुरुषवत् इति अस्ति तत् ज्ञाने दण्डिपुरुषवत् इति विशेषणं भवति भूतलम् इति विशेष्यमस्ति तर्हि तत्र विशिष्टवैशिष्ट्यावगाहि ज्ञानम् इत्युक्ते किम् इति अहं न अवगच्छामि महोदय तदेव अत्र दत्तमस्ति खलु अत्र भवतु इदानीं द्वितीयविधकार्यकारणभावचिन्तने कार्यं किं कारणं किं तद्वदतु प्रथमम् अस्तु कार्यम् अस्ति यथा अत्र उदाहरणे दत्तं भूतलं दण्डीपुरुषवत् इति कार्यं तस्य नाम अस्ति विशिष्टवैशिष्ट्य अवगाहि ज्ञानम् इति अस्तु तस्य एव नाम अस्ति विशिष्टवैशिष्ट्यावगाहि ज्ञानम् इति अस्तु इति कार्यस्य नाम अस्ति कारणं कारणस्य नाम अस्ति विशेषणता अवच्छेदकप्रकारकज्ञानम् इति कारणं द्वयमपि ज्ञानम् अस्तु प्रथमविधकार्यकारणभावे किं कारणं किं कार्यम् ज्ञानमेव अत्र विशिष्टबुद्धिम् इति कार्यं विशेषणज्ञानम् इति कारणं विशिष्टज्ञानम् इति कारणं विशिष्टबुद्धिः इत्युक्ते तदपि ज्ञानमेव विशिष्टबुद्धि विशिष्टज्ञानं कार्यं विशेषणज्ञानं कारणं द्वयमपि ज्ञानं सत्यं विशेषणज्ञानं कारणं विशिष्टज्ञानं कार्यम् अपि च तयोः मध्ये सम्बन्धः अपि ग्राह्यः एव खलु. इत्युक्ते पुरुषः दण्डवान् इति कथं वदेम यदा दण्डपुरुषयोः मध्ये संयोगः संयोगः न गृह्यते तदा दण्डवान् इति न वक्तुं शक्यते खलु. दण्डः दण्डवान् इति मतुप्रत्ययः, तर्हि दण्डः अस्मिन् अस्ति इति इत्यतः दण्डवान् इति पदं प्रयुक्तम्. अस्तु, तर्हि प्रथमविधकार्यकारणभावे विशिष्टज्ञानं कार्यं, विशेषणज्ञानं कारणं. द्वितीयविधकार्यकारणभावे विशिष्टवैशिष्ट्य अवगाहि ज्ञानं कार्यं, विशेषणता अवच्छेदकप्रकारकज्ञानं कारणम्. अस्तु, अत्र विशिष्टवैशिष्ट्य अवगाहि ज्ञानं कार्यम् इति उक्तम्. तत्र विशिष्ट इति पदमस्ति, वैशिष्ट्य इति पदमपि अस्ति, अवगाहि इति पदमपि अस्ति. तर्हि एतेषां पदानाम् अर्थः कः इति ज्ञातव्यं. तर्हि विशिष्ट इति पदेन किम् अवगन्तव्यम् इति चेत् अत्र पश्यतु, स एव अस्मिन् कार्यकारणभावे कार्यभूतं यज्ज्ञानं विशिष्टवैशिष्ट्य अवगाहि ज्ञानं तत्र विशिष्टपदेन ग्राह्यः. तर्हि कार्यं यज्ज्ञानमस्ति, विशिष्टवैशिष्ट्य अवगाहि अवगाहि ज्ञानम् इति कार्यज्ञानं यदस्ति तस्मिन् समस्तपदे विशिष्ट इति पदेन किं ग्राह्यम् इति चेत् पुरुषः दण्डवान् इति प्रथम उदाहरणे यदुक्तं विशिष्टज्ञानं, तदेव विशिष्ट इति पदेन ग्राह्यम् इति उक्तम्. तद् तत्र विशिष्टपदेन ग्राह्यः. तस्यापि वैशिष्ट्यं, वैशिष्ट्यम् इति पदे इति पदेन किम् अवगन्तव्यम् इति सम्बन्धः अवगन्तव्यः. वैशिष्ट्यम् इति सम्बन्धम् कयोः मध्ये सम्बन्धः, दण्डवान् पुरुषः अपि च भूतलं, तयोः मध्ये केन सम्बन्धः अस्ति, कः सम्बन्धः अस्ति? संयोगः, संयोगसम्बन्धः अस्ति खलु. तदेव वैशिष्ट्यम् इति पदेन अवगन्तव्यम्. हा, तर्हि प्रथमतया दण्डसंयोगेन पुरुषः इति वैशिष्ट्यं भवति, विशिष्टं भवति. पुनः तदेव वैशिष्ट्यम् इत्युक्ते तदेव पुरुषः अन्यत् विशेष्येन सह इत्युक्ते भूतलेन सह विशेष्यते, वैशिष्ट्यं भवति पुनः. अतः एव विशिष्टवैशिष्ट्यावगाहि ज्ञानम् इति भूतलं दण्डिपुरुषवत् इति भवति. सत्यम्, उत्तमम्. द्वितीय, तर्हि वैशिष्ट्यम् इति पदेन किम् अवगन्तव्यम् इति चेत् पुरुषः दण्डवान् इति ज्ञानम् अवगन्तव्यम्. विशिष्टं, क्षम्यता, विशिष्ट इति पदेन पुरुषः दण्डवान् इति अवगन्तव्यम्. वैशिष्ट्य इति पदेन सम्बन्धः ग्राह्यः. तयोः मध्ये संयोगसम्बन्धः यदस्ति स च सम्बन्धः ग्राह्यः. तर्हि विशिष्टवैशिष्ट्य अवगाहि ज्ञानम्, तर्हि कार्यज्ञानं यद् इति चेत् यस्मिन् ज्ञाने विशिष्टम् अपि गृहीतं वैशिष्ट्यमपि तस्य विशिष्टस्य विशेषेण सह यः सम्बन्धः अस्ति तदपि गृहीतम् इति यदि भवति तदेव विशिष्टवैशिष्ट्य अवगाहि बुद्धिः इति यदि वदेम. इत्युक्ते भूतलं दण्डविशिष्टपुरुषवत् इति. अत्र विशेषणद्वयमस्ति, भूतलस्य विशेषणं किं? भूतलस्य विशेषणमस्ति दण्डिपुरुषः इति. हा, पुरुषस्य विशेषणं किं? दण्डः इति. हा, इति अत्र स्तरद्वयमस्ति खलु. स्तरद्वयं, तदेव अत्र. तर्हि प्रथमविधकार्यकारणभावे एकमेव स्तरमस्ति, दण्डः इति विशेषणं, दण्डी पुरुषः इति विशेष्यम्. द्वितीयज्ञाने स्तरद्वयमस्ति, पुरुषे दण्डः अस्ति, तादृशदण्डवान् पुरुषः भूतले अस्ति, तस्य ग्रहणं करोति ज्ञानम्. तर्हि एतत्तु इति कृत्वा विशिष्टवैशिष्ट्य अवगाहि बुद्धिः इति उक्तम्. व्यापार इव जातं खलु अत्रापि, पुरुषः इति वैशेषणमपि भवति, अपि च विशेष्यमपि भवति. उत्तमं, सत्यम्. किन्तु अत्र व्यापारः इति न कथ्यते. किमर्थम् इत्युक्ते अत्र जन्यजनकभावः न उक्तः इति कृत्वा. किन्तु भवतः अवगमनं समीचीनं सत्यम्. अत्र पुरुषः व्यापारमिव अस्ति, मध्ये अस्ति. अस्तु, इति विशिष्टवैशिष्ट्य अवगाहि बुद्धिः इत्युक्ते कार्यं किम् इति अस्माभिः अवगतं. तर्हि कारणं विशेषणता अवच्छेदकप्रकारकज्ञानम् इत्यस्य अर्थः इति अवगन्तव्यम्. तदेव अग्रे दत्तमस्ति, भवानेव पठतु महोदय. अस्तु. एतादृशविशिष्टवैशिष्ट्यावगाहि ज्ञानं प्रति विशेषणतावच्छेदकप्रकारकज्ञानं कारणम् इति उक्तं. कार्यज्ञाने यत् विशिष्टपदेन गृहीतं तदेव कारणीभूतज्ञाने विशेषणपदेन धर्तव्यं. प्रकृते च दण्डीपुरुषः तथाविधः, सः कार्यज्ञाने विशिष्टपदेन गृहीतः, अतः कारणज्ञाने स एव विशेषणम्. विशेषणता पुरुषे विशेषणतावच्छेदकं पुरुषत्वम्, एवं पुरुषे विशेषणीभूतः दण्डोऽपि. तादृशविशेषणतावच्छेदकं प्रकारः यादृशज्ञाने तादृशज्ञानं पुरुषः दण्डवान् इत्याकारकं कारणम्. तदेव पुनः लिखितं, कार्यज्ञाने इत्युक्ते भूतलं नन्दीपुरुषवत् इति ज्ञाने यत् विशिष्टपदेन गृहीतम् अस्ति, इत्युक्ते दण्डीपुरुषवत् इति विशिष्टपदम् अस्ति, तदेव कारणीभूतज्ञाने विशेषणपदेन धर्तव्यं. हा, तर्हि भूतलं दण्डीपुरुषवत् इति ज्ञाने विशेषणपदेन दण्डीपुरुषवत् इति अस्ति. हा, तदेव अत्र लिखितं, कार्यज्ञाने विशिष्टपदेन दण्डीपुरुषः इति गृहीतः, अतः कारणज्ञाने तदेव सः एव इत्युक्ते दण्डीपुरुषः एव विशेषणं भवति. तर्हि यदा दण्डीपुरुषः इति विशेषणं भवति चेत् विशेषणता कुत्र अस्ति? पुरुषे अस्ति. तर्हि तत्र पुरुषत्वम् इति एव विशेषणतावच्छेदकं भावः भवति पुरुषत्वम् इति. तथैव पुरुषे विशेषणभूतः अस्ति दण्डः. तर्हि तत्र दण्डत्वम् इति विशेषणतावच्छेदकं प्रकारः भवति दण्डत्वम्. एकनिमिषम्, अत्र दण्डत्वम् इति न वक्तव्यं, दण्डः एव साक्षात् विशेषणमस्ति खलु. अस्तु, दण्डे दण्डत्वमस्ति, किन्तु पुरुषे दण्डः अस्ति, पुरुषे दण्डत्वं नास्ति. आम् आम्, अस्तु. पुरुषे पुरुषत्वम् अस्ति, पुरुषे दण्डः अस्ति. परन्तु तत्र दण्डः तु विशेषणं खलु पुरुषस्य विशेष्यस्य कृते. पुरुषः इति विशेष्यम् इति स्वीकुर्मश्चेत् तत्र विशेषणमस्ति दण्डः, न तु दण्डत्वम्. हा, दण्डः एव, परन्तु विशेषणतावच्छेदकप्रकारः किं तर्हि दण्डत्वम् इति खलु? नास्ति. अस्तु, अत्र पश्यतु, अत्र विशेषणम् इदानीं ज्ञानम्, इदानीं कार्यमस्ति भूतलं दण्डपुरुषवत् इति कार्यम्. तत्र कारणमस्ति दण्डपुरुषवत् इति कारणम् इति ज्ञानं कारणं खलु. तर्हि दण्डपुरुषवत् इति ज्ञाने विशेष्यः कः? दण्डपुरुषवत् इति ज्ञाने न, क्षम्यताम्, अत्र दण्डीपुरुषवत् इति नास्ति, पुरुषः दण्डवान् इति ज्ञानमस्ति खलु, तदेव कारणं. पुरुषः दण्डवान् इति एव कारणं, तत्र विशेष्यमस्ति पुरुषः. पुरुषः विशेषणं दण्डः. किन्तु इदानीं पुरुषः दण्डवान् इति ज्ञाने यः विशेष्यः अस्ति, इदानीं सः विशेषणं जातम् अस्मिन् ज्ञाने, द्वितीयविधज्ञाने अत्र विशेषणं जातं खलु. तर्हि इदानीं विशेषणम् अस्ति पुरुषः, विशेष्यमस्ति भूतलं. द्वितीयज्ञाने विशेष्यमस्ति भूतलं, विशेषणमस्ति पुरुषः. तर्हि पुरुषः विशेषणमस्ति इति कृत्वा विशेषणता कुत्र अस्ति? पुरुषे अस्ति. पुरुषे अस्ति. हा, तर्हि विशेषणता पुरुषे अस्ति. पुरुषे समानस्तरे किं किम् अस्ति इति द्रष्टव्यम्. हा, पुरुषत्वम्. यत् पुरुषत्वम् अस्ति, तर्हि विशेषणता पुरुषे विद्यमानविशेषणता पुरुषत्वेन अवच्छिन्ना भवति. पुनः पुरुषे किमस्ति? दण्डः अपि अस्ति. दण्डः एव अस्ति, न तु दण्डत्वम्. अस्तु अस्तु, दण्डत्वम् इति वदति चेत् इतोपि एकं स्तरम् उपरि गन्तव्यम्. हा, उपरि गन्तम् इत्यादि. हा, तर्हि दण्डः तत्र विशेषणता यस्मिन् स्तरे अस्ति तस्मिन्नेव स्तरे पुरुषत्वम् अस्ति, अपि च दण्डः अपि अस्ति. आं, सत्यं, दण्डः इति कृत्वा विशेषणता केन अवच्छिन्ना इति चेत् पुरुषत्वेन अवच्छिन्ना, दण्डेन अवच्छिन्ना. हा, सत्यं, द्वयोः. हा, तदेव अत्र उक्तं विशेषणता अवच्छेदकप्रकारकज्ञानम् एव कारणं. तर्हि दण्डवान् पुरुषः इति कारणं, तत् कथं कारणं भवति इति चेत् पुरुषे पुरुषत्वं द्रष्टव्यम्, अपि च पुरुषे दण्डमपि द्रष्टव्यं. द्वयमपि पश्यति चेदेव भूतलं दण्डपु दण्डीपुरुषवत् इति ज्ञानस्य, दण्डः पुरुषवान् इति ज्ञानं कारणं भवति. तर्हि तादृशज्ञानं विना भूतलं दण्डीपुरुषवत् इति ज्ञानं न जायते. इति कृत्वा अत्र विशेषणता अवच्छेदकप्रकारकज्ञानं कारणम् इति उक्तम्. उद्धं खलु? अस्तु, अन्तिमवाक्यं पठतु. पर्यवसितं तु, अस्तु, पर्यवसितं तु प्रथमकार्यकारणभावे यत् कार्यम् आसीत् विशिष्टबुद्धिपदेन च व्यवहृतं तदेव प्रकृते कारणम् इति ग्राह्यम् इति. हा, तर्हि पुरुषः दण्डवान् इति उदाहरणे तत्र प्रथमकार्यकारणभावे भावः इति वयं दृष्टवन्तः. तत्र तत्र पुरुषः दण्डवान् इति कार्यम् आसीत्, दण्डः इति कारणम् आसीत्. अत्र अधुना द्वितीयविधकार्यकारणभावे यः कार्यं प्रथम कार्यकारणभावे वयं दृष्टवन्तः तदेव अत्र द्वितीयविधकार्यकरणभावे कारणं भवति. पुरुषः दण्डवत् इति, दण्डीपुरुषवत् इति एव कारणं भवति द्वितीयविधकार्यकारणभावे. तर्हि एतद् वाक्यं पठित्वा यदि विशेषणता अवच्छेदकप्रकारकज्ञानं कारणम् इति अनुक्त्वा अन्यत् किमपि वक्तव्यं चेत् किं वदति? विशेषणता अवच्छेदकप्रकारकज्ञानं कारणम् इति अनुक्त्वा. ओ, अस्तु, तत्र पूर्वस्मिन् उदाहरणे विशिष्टबुद्धि इति उक्तम्. अत्र किं वक्तुं शक्नुमः? विशेषणता अवच्छेदकप्रकारकज्ञानम्. अन्तिमवाक्यं पुनः एकवारं पठतु. पर्यवसितं तु, परिवसितं तु प्रथमकार्यकारणभावे यत् कार्यम् आसीत् विशिष्टबुद्धिपदेन च व्यवहृतम्. ओ, अस्तु, विशिष्टबुद्धि इति कारणं तदेव प्रकृतिकारणम् इति ग्राह्यम्. हा, तर्हि अत्र विशेषणतावच्छेदकप्रकारकविज्ञानम् इत्यस्य स्थाने विशिष्टबुद्धि इति पदं प्रयोज्यं शक्तुं शक्नुमः. उत्तमम् इति अस्ति. तर्हि प्रथमविधकार्यकारणभावे विशिष्टबुद्धिः कार्यं, विशेषणज्ञानं कारणम्. द्वितीयविधकार्यकारणभावे विशिष्टवैशिष्ट्य अवगाहबुद्धिः कार्यं, विशिष्टबुद्धिः कारणम्. अस्तु, धन्यवादः महोदय. अग्रे वर्षा भगिनी, यद् अस्माभिः इदानीं चिन्तितं तदेव अत्र चित्ररूपेण दत्तं, तर्हि चित्रं दृष्ट्वा पुनः एतद् वदति वा? आं महोदय. अत्र प्रथमं तु विशिष्टबुद्धिः कः इत्युक्ते दण्डवान् पुरुषः इति विशिष्टबुद्धिः, तत् ज्ञानस्य त्रीणि भाग द्वे भागः सन्ति अत्र तु. सारि, अत्र दण्डः पुरुषः इति पदेन विशेषणम् अस्ति दण्डः. विशिष्टः कः इत्युक्ते पुरुषः. अत्र दण्डः पुरुषः, दण्डः पुरुषः इति विशिष्टज्ञाने कार्यम् अस्ति, सोरि, कारणम् अस्ति विशेषण विशिष्टबुद्धिः. इत्युक्ते सोरि कारणमस्ति विशेषणता ज्ञानम् इत्युक्ते दण्डः इति सोरि दण्डः इति ज्ञानम् अत्र भूतले अपि स्वास्थ्यं सम्यक् अस्ति भवत्या वक्तुं शक्यते वा ऐ एम् हेविङ्ग् अ बेड् कोल्ड् महोदय स्पीक् इन् 10 मिनिट्स् अदर्वैस् ऐ विल् हा हा हा अस्तु तर्हि रमेश् महोदय भवान् प्रतिपादयतु महोदय अत्र विशेषणम् अस्ति दण्डः कार्यमस्ति दण्ड पुरुषः दण्डवत् पुरुषः इति दण्डवान् पुरुषः इति कार इति ज्ञानस्य कारणम् अस्ति विशेषणं यानि दण्डः एव तस्य कारणं तर्हि अस्तु अत्र 118th चित्रमेव भवान् परिशीलनं कुर्वन् अस्ति खलु महोदय 118 अस्तु तत्र भूतलमपि अस्ति परन्तु तत् प्रथम विशिष्टबुद्ध्याः कारणं न अस्ति तत् न न अत्र एतत् चित्रं प्रथमविधकार्यकारणभावः बोद्धुं रचितं वा द्वितीयविधकार्यकारणभावः बोद्धुं रचितं वा द्वितीयविधकार्यक रचितम् इति अहं चिन्तयामि द्वितीयविधमेव सत्यम् इति अस्ति तर्हि अत्र दण्डः पुरुषः दण्डः पुरुषे अस्ति इति यावत् विशिष्टपदेन ग्राह्यम् इति उक्तं तावदेव तदनन्तरं तयोः मध्ये पुरुषः अपि च भूतलम् अनयोः मध्ये यः सम्बन्धः संयोगसम्बन्धः अस्ति तदेव वैशिष्ट्य इति पदेन ग्राह्यम् इति उक्तं तावदेव बुद्धं खलु आं महोदय हा तर्हि अत्र पुरुषः दण्डेन विशिष्टः इति कृत्वा विशिष्टः विशिष्टवैशिष्ट्य अवगाहि ज्ञानम् इति एव द्वितीयविधकार्यकारणभावे कार्यस्य आकारः अस्ति विशिष्टवैशिष्ट्य अवगाहि ज्ञानं कार्यं तत्र विशिष्ट इति पदेन किं ग्राह्यम् इति चेत् दण्डवान् पुरुषः इति ग्राह्यम् वैशिष्ट्य इति पदेन किं ग्राह्यं संयोगसम्बन्धः ग्राह्यं तयोः मध्ये दण्डवान् पुरुषः अपि च भूतलम् अनयोः मध्ये यः संयोगसम्बन्धः अस्ति तद् वैशिष्ट्य इति पदेन उक्तम् इति एव अस्मिन् चित्रे निरूपितम् अस्तु इदानीं द्वितीयचित्रमस्ति खलु 119 तत्र कारणं यदस्ति इत्युक्ते विशेषणता अवच्छेदकप्रकारकज्ञानम् इति कारणं यदस्ति तस्मिन् विषये चित्रं दत्तमस्ति तत् प्रतिपादयतु इदानीं द्वितीय कारणं विशेषण विशेषणता अवच्छेदकप्रकारज्ञानं तत्र पुरुषः अस्ति पुरुषे पुरुषत्वम् अस्ति तस्मिन् दण्डः अपि अस्ति प्रथमं महोदय अत्र इदानीं कारणस्य चिन्तनम् अत्र विशेषणता अवच्छेदकप्रकारकज्ञानम् इति अस्ति खलु तदेव तादृशमेव कारणमिति लिखितं तर्हि विशेषणता इति वक्तुं तत्र विशेषणं विशेषणता विशेषणे भवेत् खलु तर्हि ततः आरब्धं खलु तर्हि विशेषणं किम् विशेषणं दण्डः नास्ति विशेषणं पुरुषः द्वितीयचित्रं 119th चित्रं तत्र विशेषणम् अस्ति पुरुषः विशेषणता अस्ति पुरुषे विशेषणतायाः अवच्छेदकधर्मद्वयमस्ति एकं तु दण्डः द्वितीयं तु पुरुषत्वम् बुद्धं वा न महोदय तत्र पुरुषः विशेषणम् अस्ति वा हा अस्तु विशेषणम् अस्ति तर्हि विशेष्यं किम् ज्ञानं किम् द्वितीय उदाहरणे ज्ञानं किम्? एतदपि द्वितीयमेव वा? हा, भूतलम् अस्ति. हा, उत्तमम् उत्तमं. भूतलं विशेष्यमस्ति पुरुषः, तर्हि पुरुषे विशेषणता अस्ति. अपि च पुरुषे विशेषणता यस्मिन् स्तरे अस्ति तस्मिन्नेव स्तरे किं किम् अस्ति इति चेत् पुरुषत्वम् अस्ति, दण्डः अपि अस्ति. इति कृत्वा एव विशेषणता अवच्छेदकप्रकारकज्ञानं कारणम् इति उक्तम्. तेन कारणेन किं ज्ञानं जायते इति चेत् विशिष्टवैशिष्ट्य अवगाहि ज्ञानं जायते. बुद्धं वा? हा महोदय, तद् बुद्धं. हा, तदेव वार्ता. इत्युक्ते प्रथमविध प्रथम उदाहरणे केवलम् एकः एव विशेषणं, तर्हि तदेव प्रकारः दण्डः इति विशेषणं, पुरुषः इति विशेष्यं, तयोः मध्ये संयोगसम्बन्धः अत्र गृह्यते. तर्हि दण्डप्रकारक संयोगसंसर्गक विशेषः विशेष्यः पुरुषः इति ज्ञानं. तदेव पुरुषः दण्डवान् इति ज्ञानम् अत्र न्यायरीत्या मया उक्तम्. द्वितीयज्ञाने पुरुषः विशेषणं भवति, भूतलं विशेष्यं भवति. तर्हि कीदृशपुरुषः इति चेत् दण्डवान् पुरुषः, पुरुषत्ववान् पुरुषः इति ज्ञानमस्ति. इति कृत्वा विशेषणता अवच्छेदकप्रकारकज्ञानम् इति उक्तम्. केवलम् अत्र अस्य समस्तपदस्य चित्ररूपेण प्रदर्शितं तावदेव. क्लेशः अस्ति वा? न महोदय. महोदय, for better understanding can I take another example as bhutalah nilogatavan, will I be right for the same thing? Bhutalam nilogatavan, uttamam. Aha, okay, uttamam. Tarhi evameva anya udaharanam prathama vidha karya karana bhave anya udaharanam bhavati eva vadatu. Nilogata, uttamam iti asti. Ayam gatah iti api prathama vidha प्रथमविधकार्यकारणभावे अन्तर्भूतं भवति. भवतु, नीलोघटः इति वदामश्चेत् तत्र अस्ति नीलोघटः. वस्तुतः अत्र नीलोघटः इति अपि प्रायः न वक्तव्यम्. किमर्थम् इति अहं वदामि. यस्मिन् समये घटं पश्यामः तस्मिन्नेव समये नीलमपि, इत्युक्ते द्रव्यं विना नीलरूपस्य ज्ञानं भवितुमर्हति वा? वर्षा भगिनी किञ्चित् चिन्तयेम अस्मिन् विषये. न भवितुमर्हति महोदय, तदेव मम प्रश्नमपि. इति कृत्वा अत्र पश्यतु, दण्डवान् पुरुषः इत्यत्र पुरुषं विना दण्डस्य ज्ञानं लब्धुं शक्यते. दण्डं विना पुरुषस्य ज्ञानं लब्धुं शक्यते. किन्तु इदानीं दण्डीपुरुषः इत्यत्र द्वयमपि मिलित्वा लभ्यते इति कृत्वा तदेव प्रथमविधकार्यस्य उदाहरणम् इति दत्तं. तर्हि नीलोघटः इति न वक्तव्यम्, अयं घटः इति अपि न वक्तव्यं प्रथमविध उदाहरणे. इदानीं भिन्न उदाहरणं वदतु. द्रव्यद्वयं वक्तव्यं. द्रव्यद्वयम् इत्युक्ते वि केन् टेल् महोदय. पटवान् घटः, भूतलः घटपटवान्. अस्तु, न प्रथम उदाहरणं तत्र प्रथमविधकार्यकारणभावे पटवान् घटः. समीचीनं, पटवान् घटः इति प्रथमविधकार्यकारणभावस्य उदाहरणं. तदेव उदाहरणम् इदानीं भवत्या समीचीनतया उक्तवती. इदानीं द्वितीय उदाहरणं किम् उक्तवती? भूतलः घटपटवान्. हा, भूतलं भूतलं घट न घटपटवान् इति न वक्तव्यं. समीचीनतया वदतु. भूतलम् इति नपुंसकलिङ्गं घटपटवत्. हा उत्तमम्. यस्मिन् घटे पटः अस्ति तादृशघटः भूतले अस्ति इति कृत्वा भूतलं घटपटवत् इति वक्तव्यम्. तदेव द्वितीयविध कार्यकारणभावस्य उदाहरणं भवति इति समीचीनं. महोदय अत्र केवलं संयोगसम्बन्धे एव तत् विशिष्टसम्बन्धः वर्तते किल महोदय? समवायसम्बन्धस्य प्रसङ्गे तु न वर्तते. तद् अग्रे आयास्यति. सन्निकर्षः इति अस्माभिः अधीतं खलु, इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम् इति प्रत्यक्षज्ञानस्य लक्षणं. तत्र सन्निकर्षः कीदृशसन्निकर्षाः भवितुमर्हन्ति इति षड्विधसन्निकर्षाः भवितुमर्हन्ति इति अग्रिमपाठं तदेव. तत्र इदानीं समवायः अपि सन्निकर्षः भवितुमर्हति. यथा आकाशः शब्दज्ञानं शब्दप्रत्यक्षं यदा भवति तत्र शब्दः इति गुणः समवायेन आकाशे अस्ति इति कृत्वा आकाशः तु श्रोत्रेन्द्रियं, श्रोत्रेन्द्रियं तु आकाशीयम् एव इति कृत्वा तत्र समवायसम्बन्धः एव सन्निकर्षः इत्येन ग्रहीतव्यम्. अत्र तु भिन्नविषयं चिन्तयन् भिन्नविषये चिन्तनं जायमानमस्ति. अत्र कार्यमपि ज्ञानं, कारणमपि ज्ञानं. वस्तु कार्यमपि ज्ञानमिति नास्ति, कारणमपि ज्ञानं, कार्यं ज्ञानं इति यदा अस्ति तत्र कीदृशभावः इति चिन्तयन्तः स्मः वयं. बुद्धं खलु? अस्तु, तर्हि अग्रे पठेम. रमेश महोदय भवानेव पठतु तृतीयस्तु. तृतीयस्तु कार्यकारणभावः विशिष्टविशेष्यकबुद्धिं प्रति विशेष्यता अवच्छेदकप्रकारज्ञानं कारणम् इति. अस्तु, अत्र किं कुर्मः महोदय? अत्र स्थूलाक्षरैः एकं लिखितमस्ति खलु, दण्डविशिष्टपुरुषः मक्षिकावान् इति अस्ति खलु, तदेव उदाहरणं. तर्हि पठनात् पूर्वं किञ्चित् उदाहरणस्य विषये चिन्तनं कुर्मः, तदनन्तरं पठेमश्चेत् समीचीनबोधः जायते. अस्तु, दण्डविशिष्टः पुरुषः मक्षिकावान् इत्यस्य अर्थः कः तद्वदतु. एकः पुरुषः अस्ति, पुरुषः प्रायः दण्डं गृहीतम् अस्ति. प्रायः नास्ति, दण्डविशिष्टः अस्ति खलु, तर्हि पुरुषे दण्डः अस्ति. पुरुषे दण्डः अस्ति. मक्षिका इत्युक्ते, मक्षिका इत्युक्ते फ्लै, फ्लै. मक्षिकावान्, मक्षिका कुत्र भवितुम् अर्हति? दण्डे भवितुम्, पुरुषे अपि भवितुम् अर्हति. पुरुषे पुरुषः मक्षिकावान्, तर्हि पुरुषे मक्षिका अपि एका मक्षिका पुरुषे अस्ति इति. उत्तमं, तर्हि द्वितीयविध उदाहरणं, तृतीयविध उदाहरणम् अनयोः मध्ये कः भेदः? द्वितीय उदाहरणे एकम् एव विशेषणम् आसीत्, तर्हि दण्डः पुरुषः एकमेव विशेषणं वा? अस्तु वदतु, भवान् वदतु, तर्हि तदनन्तरं स्पष्टीकरोतु. पुरुषे पुरुषत्वम् आसीत्, दण्डः अपि आसीत्. अस्तु, अत्र पुरुषे दण्डः अस्ति, मक्षिका अपि अस्ति. हा उत्तमम्, तर्हि द्वितीय उदाहरणे विशेष्यम् एकः, विशेषणम् एकः, पुनः विशेषणं पुनः विशेष्यमपि अस्ति. द्वितीय उदाहरणे तत्र विशेषणमस्ति दण्डः, इत्युक्ते दण्डविशिष्टपुरुषः यः अस्ति तद्विशिष्टभूतलमस्ति इति कृत्वा तत्र स्तरद्वयं भवति खलु. पुरुषे दण्डः अस्ति, भूतले पुरुषः अस्ति इति तादृशज्ञानं द्वितीयविधज्ञानं. तृतीयविधज्ञाने एकः एव विशेषः पुरुषः, यस्मिन् दण्डः अपि अस्ति मक्षिका अपि अस्ति इति भेदः. अस्तु, तर्हि इदानीं यत् यद्वाक्यं भवता पठितं विशिष्टविशेष्यकबुद्धिं प्रति, तदेव कार्यं विशिष्टविशेष्यकबुद्धिं प्रति. बुद्धिः इति ज्ञानं, तर्हि अत्र विशिष्ट इति पदेन किं ग्राह्यं, विशेष्य इति पदेन किं ग्राह्यम् इति वदति वा? विशिष्ट इति पदेन दण्डवान् पुरुषः ग्राह्यम्. दण्डवान् पुरुषः इति ग्राह्यं वा? अस्तु वदतु, हा वदतु, तदनन्तरं चिन्तयेम. केवलं दण्डः ग्राह्यः वा, नो चेत् दण्डवान् पुरुषः इति ग्राह्यः इति चिन्तनं करणीयं. भवतु, तर्हि भवान् प्रथमं वदतु, तदनन्तरं चिन्तयेम. विशेष्यक विशेष्यक यदि दण्डवान् अस्ति चेत् प्रतिविशेष्यता विशेष्यक किं भवति, विशेष्यक कः भवितुम् अर्हति? विशेष्यक भूतलं वा? अत्रापि विशेषं नास्ति खलु, ज्ञाने भूतलमेव नास्ति. विशेष्यक तर्हि पुरुषः एव भवितुम् अर्हति तत्र विशेष्य. अत्र किं कुर्मः, दण्डविशिष्टः पुरुषः मक्षिकावान् इति वाक्यमस्ति खलु, तत्र विशेषणविशेषभावं किं परिशीलयतु. अत्र विशेष्यं किम् इति विशेष्यं पुरुषः विशेष्यं तद् न भवति. मक्षिकावान् प्रायः विशेष्यं मक्षिकावान् इति स्वीकुर्मः चेत् तर्हि मक्षिकावान् पुरुषः विशेष्यं, मक्षिकावान् पुरुषः विशेष्यं. द्वयं भवति वा? एकमेव विशेषणं विशेष्यं भवति, मक्षिकावान्. उत्तमं, तदेव विषयः, तत्रैव महत्त्वमस्ति. मक्षिकावान् इति विशेष्यं, तत्र विशेषणानि कानि? एकं विशेषणमस्ति पुरुषः, पुरुषस्य विशेषणमस्ति दण्डविशिष्टः. न, दण्डविशिष्टः इत्यनेन दण्डः इति विशेषणं नास्ति पुरुषस्य. दण्डविशिष्टः इति पदेन पुरुषः एव उक्तः खलु. अस्तु, अत्र वस्तुतः विशेषणविशेषभावः नास्ति, उद्देश्यविधेयभावः अस्ति. उद्देश्यविधेयभावः अस्ति. अस्तु, अपि च अत्र उद्देश्यं किं, विशिष्टम् उद्देश्यविधेयभावः अस्ति इति. उद्देश्यविधेयभावः मनसि अस्ति वा इदानीं? अस्ति. अस्तु, तत्र सामान्य उदाहरणमेकं वदतु. उन्नतः वृक्षः. उत्तमं, तर्हि तत्र उद्देश्यः कः, विशिष्टः कः, विधेयः कः? पुनरेकवारं पृच्छतु महोदय. उन्नतः वृक्षः इति उद्देश्यविधेयस्य उदाहरणं. तत्र उद्देश्यः कः, विधेयः कः, किम् उद्दिश्य किं विधीयते? वृक्ष उद्दिश्य उन्नतः इति विधीयते. उन्नत्वम्, उन्नत्वम् औन्नत्यं, वस्तुतः औन्नत्यं विधीयते वृक्षम् उद्दिश्य खलु. अतः एव वृक्षः इति अनन्तरम् आगच्छति. उन्नतः वृक्षः इत्यत्र विद्देश्यविधेयभावः अस्ति. वृक्षम् उद्दिश्य औन्नत्यं विधीयते. एवम् अत्र मक्षिकावान् इति उद्देश्यमस्ति. मक्षिकावान् उद्दिश्य पुरुषत्वं विधीयते. केवलम् एकमेव विधेयः नास्ति, अत्र विधेयद्वयमस्ति. दण्डविशिष्टत्वम् अपि विधीयते. मक्षिकावान् उद्दिश्य पुरुषत्वं विधीयते, दण्डविशिष्टत्वम् अपि विधीयते. विधेयद्वयमस्ति इत्युक्ते उन्नतः वृक्षः पुष्पितः उन्नतः वृक्षः इति वाक्यमस्ति इति चिन्तयतु. तर्हि वृक्षम् उद्दिश्य तस्मिन् औन्नत्यं विधीयते, पुष्पित्वम् अपि विधीयते खलु. पुष्पितः उन्नतः वृक्षः तत्र विधेयद्वयमस्ति, एकमेव उद्देश्यः. एवम् अत्रापि मक्षिकावान् उद्दिश्य तस्मिन् पुरुषत्वं दण्डविशिष्टत्वं द्वयमपि विधीयते इति कृत्वा एव अत्र इदानीं पश्यतु विशिष्टविशेष्यकबुद्धिं प्रति. वदतु महोदय. क्षम्यतां महोदय, तत्र विशिष्टविशेष्य इत्युक्ते विशेष्यम् अस्ति पुरुषः, तद् एकविधविशेषणेन विशिष्टः अभवत् दण्डविशिष्टः इत्यनेन. पुनः तदेव विशेष्य विशिष्टं भवति मक्षिकाया, अतः विशिष्टविशेष्यक इति ज्ञानम् इति दण्डविशिष्टः पुरुषः मक्षिकावान् इति ज्ञानं प्रति विशेष्यतावच्छेदकप्रकारकज्ञानं कारणं. तर्हि विशेष्यता अत्र मक्षिकायाम् अपि अस्ति, दण्डे अपि अस्ति. अतः दण्डमक्षिकाद्वयोः मक्षिकायां मक्षिकत्वम् अस्ति इति अहं मन्ये. एकनिमिषं महोदय, अत्र विशेष्यः अत्र किञ्चित् परिष्कर्तव्यं. प्रथम अत्र कार्यं यदस्ति विशिष्टविशेष्यकबुद्धिम् इति बुद्धिः इति कार्यमस्ति खलु, तत्र समीचीनतया उक्तवान् भवान्. विशिष्ट इति पदेन किं ग्राह्यं? दण्डविशिष्ट इति ग्राह्यं. विशेष्य इति पदेन किं ग्राह्यं? पुरुषः. हा, तर्हि इदानीं पुरुषः विशेष्यः अस्ति. पुरुषः विशेष्यः अस्ति मक्षिकावान्. वस्तुतः अत्र मक्षिकावान् इति ज्ञानं यदस्ति तदेव विशेषः, किन्तु तस्मिन् विशेष्ये अन्यः विशेष्यः अस्ति, सः पुरुषः अस्ति. तर्हि इदानीं विशेष्यता अत्र कारणमस्ति खलु, विशेष्यता अवच्छेदकप्रकारकज्ञानम् इति कारणं. तत्र कारणे यद्विशेष्यता अस्ति तत्र विशेष्यता कुत्र अस्ति इति चेत् पुरुषे अस्ति इति वक्तव्यं, न तु मक्षिकाया. नो चेत् मक्षिकावती इति वक्तव्यं. पुरुषः विशेष्यः अस्ति. अत्र विशेषणतावच्छेदकः नास्ति, विशेष्यतावच्छेदकता. हा, इति भेदः. इति भेदः. पूर्वस्मिन् तत्र द्वितीयविधकार्यकारणभावे विशेषणतावच्छेदकप्रकारकज्ञानम् इति उक्तम्, अत्र विशेष्यतावच्छेदकप्रकारकज्ञानम् इति उक्तम्. किमर्थम् इति चेत् अत्र विशेष्यः भवति पुरुषः, तस्मिन् विशेष्यता अस्ति. सा विशेष्यता पुरुषे विद्यमानविशेष्यता केन अवच्छिन्ना इति चेत् पुरुषत्वेन अपि च दण्डेन. किन्तु इदानीम् अत्र पुरुषः विशेष्यः जातः, न तु विशेषणम्. किमर्थं विशेष्यः जातः पुरुषः? किमर्थं विशेष्यः जातः इत्युक्ते मक्षिकावान् इति अभवत् अतः. हा, इत्युक्ते मक्षिकावान् वस्तुतः मक्षिकावान् इति विशेषणं भवेत्. अतः एव तत्र रमेशमहोदय महोदय महोदये किञ्चित् भ्रमः जातः. वस्तुतः अत्र मक्षिका वान् इति विशेषणं भवेत्, दण्डविशिष्टः इति पुरुषस्य विशेषणं भवेत्, मक्षिकावान् इति अपि पुरुषस्य विशेषणं भवेत्. वस्तुतः अत्र पुरुषः एव उद्देश्यः भवेत्, दण्डविशिष्टः मक्षिकावान् द्वयमपि विशेषणं भवेत् पुरुषस्य. किन्तु इदानीं ज्ञानस्य आकारः कः इति चेत् दण्डविशिष्टः पुरुषः मक्षिकावान्, तर्हि अस्माकं लक्ष्यमस्ति मक्षिकावान् इति कृत्वा अत्र किञ्चित् भिन्नरीत्या अवगन्तव्यमस्ति. तर्हि इदानीं पुरुषः विशेष्यः जातः, तर्हि विशेष्यता अवच्छेदकप्रकारः कः इति चेत् पुरुषत्वम् अपि च दण्डः द्वयमपि अस्ति. अत्र केवलं भेदः एतदेव अस्ति, अत्रापि पुरुषः मक्षिकवान् इति एव ज्ञानमस्ति, परन्तु पुरुषः पूर्वे एव दण्डविशिष्टः अभवत्, अधुना पुनः सः मक्षिकावान् अभवति, अतः अत्र एतस्मिन् ज्ञाने पुरुषः एव विशेष्यमस्ति. तत्र एव विशेष्यतावच्छेदकप्रकारकज्ञानम् इति विष्पुरुषता पुरुषत्वम् अस्ति, तदेव कारणमस्ति एतत् ज्ञानस्य कृते. पुनः वदतु महोदय. अत्र पुरुषः एव अस्ति, सः एव मक्षिकावान् भवति, परन्तु सः पुरुषः पूर्वे एव सः विशिष्टः अभवत्, दण्डेन विशिष्टः अभवत्, अधुना सः मक्षिकावान् भवति इति ज्ञानं यदा जायते तदा पुरुषः एव विशेष्यः अस्ति, अतः अत्र विशेष्यता अवच्छेदकप्रकारकज्ञानम् इति पुरुषत्वम् इति अस्ति, तदेव कारणं भवति पुरुषः मक्षिकवान् इति ज्ञानस्य कृते. सत्यम् इतोपि किञ्चित् स्पष्टतया वक्तव्यं चेत् अर्थवस्तुतः ज्ञानं किम् इच्छते, मक्षिकावान् इति एव ज्ञानं, मक्षिकावान् इति ज्ञानं, यथा भूतलम् इति ज्ञानं. किं विशिष्टम् अस्ति चेत् घटेन विशिष्टम् अस्ति इति कृत्वा घटवान् भूतलः, नो चेत् घटवत् भूतलम् इति वक्तव्यं खलु. यथा तथा अत्र मक्षिकावान् इति एव ज्ञानम्. मक्षिकावान् इति ज्ञानं केन विशिष्टमस्ति इति चेत् दण्डविशिष्टपुरुषत्वेन विशिष्टः अस्ति इति कृत्वा इदानीं पुरुषः वस्तुतः मक्षिकावान् इति वस्तुतः अत्र विशेषणं भवेत् पुरुषस्य खलु. किन्तु इदानीं विशेषणम् एव ज्ञानमस्ति इति कृत्वा विपरीत्यरीत्या वक्तव्यं भवति, तावदेव किञ्चित् विपरीतस्य तदेव. अत्र वस्तुतः पुरुषः मक्षिकावान् इति ज्ञाने वस्तुतः मक्षिकावान् इति विशेषणं भवेत्. पुरुषः एव द्रव्यमस्ति खलु, तर्हि सः एव आधारः अस्ति इति कृत्वा मक्षिका कुत्र अस्ति, पुरुषे एव अस्ति. किन्तु ज्ञानस्य आकारः कथमस्ति इति चेत् मक्षिका पुरुषे अस्ति इति ज्ञानं नास्ति, पुरुषे मक्षिका अस्ति इति ज्ञानम्. तत्रैव भेदः अस्ति. उदं वा पुरुषे अत्र ज्ञानं किम् अस्ति इति चेत् पुरुषे मक्षिका अस्ति इति ज्ञानं, न तु मक्षिका पुरुषे अस्ति इति ज्ञानं. तयोः मध्ये भेदः अस्ति खलु, एकः आदेयः भवति अन्यः आधारः भवति. मक्षिका पुरुषे अस्ति इत्यस्मिन् ज्ञाने पुरुषः आधारः भवति, मक्षिका आदेयः भवति. मक्षिका अस्तु अत्र वाक्यद्वये अपि पुरुषः एव आधारः अस्ति, मक्षिका एव आदेयः अस्ति, अत्र क्लेशः नास्ति. किन्तु उद्देश्यः कः, विधेयः कः इत्यत्र भेदः अस्ति, तत्रैव भेदः अस्ति. समीचीनम्, इदानीं समीचीनतया मया उक्तम्. अत्र मक्षिका एव पुरुषे अस्ति, किन्तु पुरुषः मक्षिकावान् इति वाक्यं वदामि चेत् तत्र मक्षिकावान् इति अन्ते अस्ति इति कृत्वा मक्षिकावान् उद्दिश्य पुरुषत्वं विधेयते विधीयते मक्षिकावान् पुरुषः इति वाक्यमस्ति चेत् तत्र पुरुषम् उद्दिश्य मक्षिकावत्वं विधीयते इति भेदः अस्ति तत्र वस्तुतः इदानीं विशेषणज्ञानमस्ति वस्तुतः तृतीयज्ञाने विशेषणम् एव ज्ञानं विशेष्यं विशिष्यते विशेषणस्य इति तादृश किञ्चित् विपरीतमस्ति अस्तु इदानीं किं कुर्मः पठेम तस्मिन् विषये चिन्तितमस्ति इति कृत्वा इदानीं पठेमश्चेत् समीचीनबोधः जायते अस्तु रमेश महोदय भवानेव पठतु पूर्वत्र इति महोदय एकः प्रश्नः अस्ति महोदय अत्र त्रयः विशिष्टज्ञानः अस्ति किल महोदय अत्र तृतीयविशिष्टकारणे ज्ञाने अपि इत्युक्ते विशिष्टविशेष्यकबुद्धिं प्रति विशेषणता विशेषणस्य ज्ञानम् अपेक्षितं किल महोदय विशेष्यस्य न विशेष्यस्य तु अपेक्षितमेव पुस्तके दत्तमस्ति परन्तु तत् ऐ मीन् नाट् जस्ट् देट् बट् विशेषणस्य ज्ञानमपि अपेक्षितं यदि मक्षिकायाः ज्ञानं न अस्ति तर्हि कथं वक्तुं शक्नुमः दन्तविशिष्टः पुरुषः मक्षिकावान् इति अस्तु इदानीं समीचीनप्रश्नः मक्षिका अस्ति इति ज्ञानम् अन्येन ज्ञानेन लब्धं वा प्रत्यक्षेन लब्धं वा परन्तु तत् प्रत्यक्षं प्रति अपि यदि दण्डवान् पुरुषः इति वदामः दण्डस्य ज्ञानम् अपेक्षितम् एकनिमिषम् इदानीं मम पुरतः एका मक्षिका अस्ति इति चिन्तयतु तत्र मक्षिका एषा मक्षिका इति ज्ञानं विना एषा मक्षिका इति ज्ञानं न जायते इति वदति वा महोदय यदि दण्डवान् पुरुषः यदि वदामः तर्हि भगिनि इदानीं भगिनि मम एतद् यत् यत् यद् उदाहरणं मया उक्तम् इदानीं मम पुरतः एका मक्षिका अस्ति तावदेव अस्ति तर्हि अयं एषा मक्षिका इति ज्ञानं प्रति किं कारणम् अत्र प्रत्यक्षमेव कारणं हा एवं मक्षिकावान् इत्यत्रापि प्रत्यक्षम् एव कारणम् मक्षिकाज्ञानं विना मक्षिकावान् इति ज्ञानं न भवति इति न वक्तव्यं वस्तुतः अत्र मक्षिका अस्ति इति प्रत्यक्षेन ज्ञायते किन्तु सा मक्षिका कुत्र अस्ति पुरुषे अस्ति तत्र पुरुषत्वज्ञानं विना पुरुषे पुरुषत्वम् अस्ति इति कृत्वा एषः पुरुषः इति ज्ञानं विना मक्षिकावान् इति ज्ञानं न भवति किन्तु मक्षिका अस्ति इति ज्ञानं प्रत्यक्षेन ज्ञायते खलु हा इति अस्ति अपि च अत्र पश्यन्तु सर्वे यदि एषा मक्षिका एका मक्षिका मम पुरतः अस्ति तत्र एषा एव मक्षिका इति ज्ञानं यावद् नास्ति इदं किञ्चित् इति ज्ञानं निर्विकल्पज्ञानं भवति किमपि अस्ति मम पुरतः किञ्चित् किम् इति अहं न जाने तर्हि इदं किञ्चित् इति ज्ञानं निर्विकल्पकज्ञानं प्रत्यक्षेन जायते तर्हि मम पितरं गत्वा अहं पृच्छामि एषा का इदं किम् इति पृच्छामि तदनन्तरं सः वदति एषा मक्षिका इति इदानीं शाब्दबोधः जायते एषा मक्षिका इति तस्य नामस्य कारणं किम् इति चेत् तत्र शाब्दबोधः सः वदति खलु तत् श्रुत्वा अहम् ओ एषा मक्षिका इति ज्ञानं प्राप्तम् तदनन्तरम् इदानीं पुनः सा एव मक्षिका यदा अहं पश्यामि एषा मक्षिका इति ज्ञानं प्रत्यक्षेन एव ज्ञायते सविकल्पकज्ञानं प्रत्यक्षेन जायते इति वक्तव्यं तत्र सविकल्पकज्ञानस्यापि शाब्दज्ञानं कारणम् इति यद्यपि वस्तुतः अस्ति, यावत्पर्यन्तं मम पितुः मम कृते एषा मक्षिका इति न उक्तं तर्हि इदं किञ्चित् इति एव भासते ज्ञानम्। अत्र आकारः न भवति, ज्ञानस्य आकारः भिन्नरूपः न भवति। तर्हि इदं किञ्चित् इति ज्ञानं प्रत्यक्षेन प्राप्तं, तदनन्तरं मम पित्रा मयि उक्तम् एषा मक्षिका इति शाब्दज्ञानं जातं। तदनन्तरं पुनः यदि अहं पश्यामि तत्र एषा मक्षिका इति यदि सविकल्पकज्ञानं जायते, सविकल्पकज्ञानस्य कारणं किम् इति चेत् प्रत्यक्षम् इति एव भवति। तर्हि विशेष्यस्य अत्र अत्र उदाहरणत्रयमस्ति खलु, पुरुषः दण्डवान् इत्यत्र इत्यत्र पुरुषः दण्डवान् इत्यत्र विशेष्यज्ञानं प्रत्यक्षेन एव जायते। भूतलं दण्डपुरुषवत् इत्यत्रापि विशेष्यस्य ज्ञानं प्रत्यक्षेन एव जायते। दण्डविशिष्टः पुरुषः मक्षिकावान् इत्यत्रापि विशेष्यज्ञानं प्रत्यक्षेन एव जायते। किन्तु विशेषणज्ञानम् एतादृशप्रकारः अस्ति, दण्डविशिष्टः अस्ति इति पुरुषः इति ज्ञानं दण्डज्ञानं विना दण्डः प्रकारः न भवितुमर्हति इति कृत्वा तत्र तादृश अयं दण्डः इति ज्ञानं तत्र कारणं भवति, तदेव अत्र विशेषणज्ञानं कारणं भवति इति उक्तं। द्वितीयज्ञाने दण्डपुरुषवत् इति विशेषणता अवच्छेदकप्रकारकज्ञानं कारणं भवति, अत्र तु तृतीयस्य विशेष्यता अवच्छेदकप्रकारकज्ञानं कारणं भवति इति अत्र भेदः उक्तः तावदेव। चिन्तयन्तु, अत्र किञ्चित् चिन्तनीयमस्ति, चिन्तनं विना न ग्रहीतुं शक्यते, किन्तु ग्रहीतुं शक्यते। अस्तु, इतोपि अग्रे पठेम। रमेश महोदय पठतु महोदय, पूर्वत्र। आमां, पूर्वत्र कार्यज्ञाने यः विशिष्टः गृहीतः सः एव अत्र विशिष्टपदेन गृह्यः ग्राह्यः, परन्तु तत्र सः कार्यज्ञाने पदार्थान्तरे विशेषणम्, यथा दण्डविशिष्टपुरुषः कार्यभूतज्ञाने पदार्थान्तरे भूतले विशेषणम्, इह कार्यज्ञाने सः पदार्थान्तरस्य विशेष्यम् इति विशेषः, दण्डविशिष्टः पुरुषः मक्षिकावान् इति ज्ञानं स्वीकुर्मः। अत्र तादृशविशिष्टपुरुषः मक्षिकारूपे पदार्थान्तरे विशेष्यम्, अतः इदं ज्ञानं विशिष्टविशेष्यकम् इति उच्यते। तावद् महोदय, तावत् प्रतिपादयतु, तदनन्तरम् अग्रे चिन्तयामि। पूर्वस्मिन् यत् कार्यकारणभावः आसीत् तत्रापि विशिष्टः दण्डवत् पुरुषः एव, परन्तु अत्र सः तत्र सः विशेषणं रूपेण कार्यं करोति, तत्र अत्र पुरुषः विशेष्यरूपेण स्वीकुर्मः, तदेव अत्र दत्तमस्ति। किमर्थं विशेषरूपेण स्वीकर्तव्यम्? सः एव अत्र विशेष्यम् अस्ति, विशेषणम् अत्र मक्षिकावान् विशेषणम् अस्ति, न मक्षिकावान् नास्ति, मक्षिका इति विशेषणमस्ति खलु, मक्षिका इति विशेषणम् अस्ति, तर्हि सः मक्षिकावान् भवति। हा, इति कृत्वा पुरुषः एव अत्रापि विशेष्यम् अस्ति, अत्र पुरुषः विशेषणम्, उदाहरणे पुरुषः विशेषणम् आसीत् खलु महोदय, विशेषम् विशेषं भूतलं समीचीनं भूतलमस्ति। अत्र पुरुषः विशेष्यः, दण्डः अपि विशेषणं, मक्षिका अपि विशेषम्। किन्तु ज्ञानं कस्मिन् विषये इति चेत् पुरुषः एव ज्ञानस्य विशेष्यः नास्ति, विशेष्यता ज्ञानं विशेष्यतासम्बन्धेन विशेष्ये वर्तते इति वदेम खलु। तर्हि अत्र दण्डविशिष्टपुरुषः मक्षिकावान् इति ज्ञाने विशेष्यः कः इति चेत् मक्षिकावान् इति एव विशेष्यः अस्ति, तत्रैव विशेष्यता अस्ति। बुद्धं खलु? न महोदय, विशेष्यता पुरुषे अस्ति इति पुनः एकवारं वदतु महोदय। अस्तु, दण्डविशिष्टः पुरुषः मक्षिकावान् इति ज्ञानम्, ज्ञानं विशेष्यतासम्बन्धेन विशेष्ये अस्ति, प्रकारतासम्बन्धेन प्रकारे अस्ति, संसर्गतासम्बन्धेन संसर्गे अस्ति इति वयं जानीमः। अस्तु, इदानीं दण्डविशिष्टः पुरुषः मक्षिकावान् इति ज्ञानं, ज्ञानस्य विशेष्यः कः, ज्ञानं विशेष्यतासम्बन्धेन कुत्र अस्ति? पुरुषे अस्ति। नास्ति, मक्षिकावान् इत्यत्र अस्ति। मक्षिकावान् अपि पुरुषः एव खलु? भवतु, तर्हि तत्तु सत्यं, तत्तु सत्यं, किन्तु ज्ञानस्य विशेष्यः कः इत्युक्ते, अत्र पश्यतु, नीलो घटः इति ज्ञानं स्वीकुर्मः। नीलो घटः इति ज्ञाने विशेष्यः अस्ति घटः, विशेषणम् अस्ति नीलम्। एवं दण्डविशिष्टपुरुषः मक्षिकावान् इत्यत्र विशेष्यः अस्ति मक्षिकावान्, प्रकारः अस्ति दण्डविशिष्टः पुरुषः। किन्तु मक्षिकावान् अत्र मक्षिका विशेष्यः नास्ति, मक्षिकावान् इति विशेष्यः अस्ति। यदि ज्ञानं दण्डविशिष्टपुरुषे मक्षिका इति ज्ञानमस्ति चेत् तत्र मक्षिका विशेष्यं भवति, दण्डविशिष्टपुरुषः विशेषणं भवति। किन्तु अत्र मक्षिकावान् इति उक्तं खलु, तर्हि मक्षिकावान् एव अस्मिन् ज्ञाने विशेष्यः अस्ति। किन्तु मक्षिकावान् इति पदमेव विशेषणमस्ति, इत्युक्ते मक्षिकावान् इत्युक्ते मक्षिका यस्मिन् अस्ति सः इति अर्थः अस्ति खलु, मतुप्रत्ययः। तर्हि सः कः इति चेत् पुरुषः इति कृत्वा, वस्तुतः मक्षिकावान् इत्यस्य विशेष्यः अस्ति पुरुषः इति कृत्वा एव विशिष्टविशेष्यकबुद्धिः इति उक्तम्, अपि च कारणे विशेष्यता अवच्छेदकः इति उक्तं, न तु विशेषणता अवच्छेदकः। बुद्धं वा? पूर्णतया न बुद्ध महोदय, एकं वारं पुनः पठामि तर न पुनः पठतु, किं करोतु, वर्गस्य अनन्तरं चित्रं स्थापयतु। आं महोदय, करोमि। चित्रं स्थापयतु, चित्रे किं लेखनीयं, प्रकारः कः, संसर्गः कः, विशेष्यः कः इति लेखनीयं। ज्ञानं विशेष्यतासम्बन्धेन विशेष्ये वर्तते इति, अत्र त्रयाणां तदेव गृहपाठम् इति स्वीकुर्मः, त्रयाणाम् उदाहरणानां चित्रं निरूपणीयम्। दण्डवान् पुरुषः इति ज्ञानं, पुरुषः दण्डवान् इति ज्ञानं, तस्य चित्रं रचनीयं। पुरुषः भूतलं दण्डपुरुषवत् इति ज्ञानं, तत्रापि चित्रं रचनीयं। दण्डविशिष्टः पुरुषः मक्षिकावान् इत्यत्रापि चित्रं रचनीयं। चित्रे किं लेखनीयं, ज्ञानं विशेष्यतासम्बन्धेन कुत्र वर्तते, संसर्गतासम्बन्धेन कुत्र वर्तते, प्रकारतासम्बन्धेन कुत्र वर्तते इति लिखति चेत् समीचीनबोधः जायते। अस्तु, तर्हि अग्रे किञ्चित् इतोपि पठेम, तदनन्तरं यदा चित्रं लिखामः समीचीनबोधः जायते। यदि तत्र क्लेशः अस्ति अग्रिमवर्गे इतोपि चिन्तनं कुर्मः, तर्हि इदानीम् अग्रे पठेम। स्वामिमहोदय अग्रे पठति वा? एतादृशज्ञानं प्रति इति आरभ्य। आम् महोदय, कुत्र अस्ति महोदय? मया सम्यक् 168 पेज् अधस्तात् द्वितीयवाक्यम् एतादृशज्ञानं प्रति विशेष्यतावच्छेदकप्रकारकज्ञानं कारणम्। अत्र कार्यज्ञाने यः विशिष्टपदेन स्वीकृतः सः पुरुषः एव विशेष्यपदेन ग्राह्यः। तावत्पर्यन्तं महोदय? तादृशश्च दण्डविशिष्टः पुरुषः विशेष्यता दण्डविशिष्टपुरुषे विशेष्यतावच्छेदकं दण्डः सः प्रकारः यस्मिन् ज्ञाने तादृशं ज्ञानं पूर्ववदेव पुरुषः दण्डवान् इत्याकारम्। महोदय अन्तिमपदम् अस्ति पुरुषः दण्डवान् इति ज्ञान आकारम् इति। ज्ञानं केवलं तादृशमेव वा? अत्र तु उदाहरणं दण्डविशिष्टपुरुषः मक्षिकावान् इति। सत्यं, तदेव कार्यज्ञानं। तस्य कार्यज्ञानस्य कारणं किं? कारणमपि ज्ञानं। आं महोदय, सत्यं। तत्र कीदृशज्ञानं कारणम् इति चेत् पुरुषः दण्डवान् इति ज्ञानं कारणम्। सत्यं, तदेव अत्र उक्तमस्ति। आम् अस्तु, अग्रे अग्रे अपि पठतु भगवने। अत्र अत्र चित्रं यावद् न रचयेम तावत् इतोपि बोधः न जायते, पुनः पुनः तदेव वक्तव्यम् इति कृत्वा अग्रे पठतु। द्वितीयकार्यकारणभावयोः जनकज्ञानयोः विषयभेदाभावे विविधाभावे अपि जन्यज्ञानभेदात् जनकज्ञानजन्यज्ञान अमोद जन्यज्ञानभेदात् एकस्यैव पुरुषो दण्डवान् इति ज्ञानस्य विशेषणतावच्छेदकप्रकारकज्ञानं विशेष्यतावच्छेदकप्रकारकज्ञानम् इति व्यपदेशौ स्तः। महोदय व्यपदेशः इति वि उपदेशः, भिन्नभिन्न उपदेशः इति। अस्तु, प्रतिपादयतु अत्र। द्वितीयविधज्ञानं तृतीयविध कार्यकारणज्ञानं यदस्ति कार्यकारणज्ञानमिति न वदतु, कार्यज्ञानम्। अस्तु, द्वितीयविधकार्यज्ञानं किम्? उदाहरणं दण्डीपुरुषः नास्ति, भूतलं दण्डीपुरुषवत् इति ज्ञानम्। ओ महोदय, तदेव द्वितीयविधकार्यज्ञानम्। पुनः तृतीयमक्षिकावान् अपि वा? न, द्वितीय उदाहरणमस्ति भूतलं दण्डिपुरुषवत्, तृतीयकार्यज्ञानमस्ति दण्डविशिष्टः पुरुषः मक्षिकावान् इति। तयोः कार्ययोः कार्यज्ञानयोः जनकज्ञानं किम्? दण्डिपुरुषः इति एकमेव ज्ञानं। दण्डीपुरुषः इति ज्ञानं विना भूतलं दण्डीपुरुषवत् इति ज्ञानं न उत्पद्यते। दण्डीपुरुषः इति ज्ञानं विना दण्डविशिष्टः पुरुषः मक्षिकावान् इति ज्ञानं न जायते इति कृत्वा द्वयोः कार्यज्ञानयोः जनकज्ञानं कारणज्ञानम् एकमेव दण्डः पुरुषः दण्डवान् इति एकमेव ज्ञानं कारणमस्ति किन्तु दण्डः पुरुषः दण्डवान् इति ज्ञानं यद्यपि एकमेव ज्ञानं तथापि अत्र जन्यज्ञानभेदात् इत्युक्ते दण्डः पुरुषः दण्डवान् इति ज्ञानेन भूतलं दण्डे दण्डिपुरुषवत् इति ज्ञानं जायते पुरुषः दण्डवान् इति ज्ञानेन एव दण्डविशिष्टपुरुषः भक्षिकावान् इति ज्ञानमपि जायते इति कृत्वा जन्यज्ञानं स्वीकृत्य जनकज्ञाने भेदः कारितः कारणे भेदः कारितः कृतः कारितः नास्ति कृतः बुद्धं वा जन्यज्ञानभेदात् जनकज्ञानेन अपि भेदं कृतं वा महोदय तदेव भवति जन्यज्ञानभेदात् जनकज्ञाने भेदः कृतः विशेषणतावच्छेदकप्रकारकज्ञानम् इति एकं विशेष्यतावच्छेदकप्रकारकज्ञानम् इति द्वितीयम् आम् किन्तु स च ज्ञानम् एकमेव दण्डः पुरुषः दण्डवान् इति एकमेव ज्ञानम् आम् आम् महोदय द्विधा विभक्तमस्ति किम् आधारीकृत्य इति चेत् जन्यज्ञानम् आधारीकृत्य कार्यज्ञानम् आधारीकृत्य कारणं भिद्यते इति इत्युक्ते अत्र कुलालः इति एकः पुरुषः अस्ति चिन्तयतु कुलालः घटं जनयति इति कृत्वा तस्य ज्ञानं तस्य नाम अस्ति कुलालः कुलालस्य पुत्रः अस्ति चिन्तयतु तर्हि कुलालात् पुत्रः जातः इति कृत्वा तस्य नाम अस्ति पिता किन्तु पुरुषः एकः एव घटापेक्षया तस्य नाम अस्ति कुलालः पुत्रापेक्षया तस्य नाम अस्ति पिता तथा अत्रापि आधारः एकः एव आधेयः भिन्नः अतः अवच्छेदकम् आधेयः इति मा वदतु महोदय अत्र आधारादेभावः नास्ति पुरुषः आधारः इति वक्तुं सम्यक् न पुरुषः आधारः इति पदं प्रयोगं करोति चेत् क्लेशः जायते किमर्थम् इति चेत् अत्र पश्यतु पिता इति अत्र पुत्रः आधेयः वा पितरी सर्वदा वर्तते वा फिजिकलि नो हा तर्हि फिजिकलि अस्ति चेदेव आधारादेवः वक्तव्यः यत्र संयोगः अस्ति नो चेत् समवायः अस्ति तदा एव आधारादेयभावः इति तादृशभावः वक्तव्यं तर्हि आधारः इति पदं न प्रयोगं करोतु पुरुषः एकः एव तस्य नाम कुलालः इति जातः किम् आधारीकृत्य इति चेत् घटस्य कर्ता इति कृत्वा जन्यम् आधारीकृत्य कुलालः इति उक्तं पुनः पुत्रम् आधारीकृत्य अत्र पिता इति व्यवहारः यथा भवति तथा अत्रापि इति उक्तं बुद्धं वा बुद्धं न भवतः आशयः अवगतं किन्तु अत्र स्पष्टता भवेत् इति कृत्वा आधारः आदेयः इति मा वदतु इति मया प्रार्थितं तावदेव पुनः मम प्राथमिक एकः प्रश्नः अस्ति मया चिन्तितं न्यायविषये आधार आधेयमेव सर्वदा चिन्तनीयम् इति तथैव नास्ति वा ज्ञानविषये जनकजन्य इति चिन्तनीयं वा आम् कार्यकारणभावः जन्यजनकभावः प्रयोज्यप्रयोजकभावः आम् महोदय दण्डाभावेन घटाभावः इति वदामश्चेत् तत्र घटाभावः जायते इति न वक्तुं शक्यते खलु तत्र दण्डाभावः एव घटाभावस्य कारणं तर्हि कार्यकारणभावः अस्ति किन्तु जन्यजनकभावः नास्ति जनकजन्यभावः नास्ति इति कृत्वा एव प्रयोज्यप्रयोजकभावः उक्तः तदेव अस्माभिः अधीतं खलु घटे वर्गे महोदय. तर्हि कार्यकारणभावः अस्ति चेत् जन्यजनकभावः अस्ति इति न वक्तुं शक्यते. प्रतिबन्धकम् अस्ति, काष्ठ वस्त्रवेष्टितकाष्ठं प्रतिबन्धकम् अस्ति. कं प्रति? जल जलश्रवण अभावं प्रति प्रतिबन्धकमस्ति. तर्हि अभावः जायते इति न वक्तुं शक्यते इति कृत्वा, अभावः नित्यः इति कृत्वा अत्र प्रयोज्यप्रयोजकभावः वदेम, न तु जन्यजनकभावः इति भेदः वर्तते. अस्तु मेहुल् महोदय, भवता किमपि वक्तुं भवान् किमपि वक्तुम् इष्टवान्? आम्, केवलम् अत्र त्रयोः उदाहरणयोः मध्ये अत्र केवलं कीदृशः पुरुषः इति एव यदि पृच्छामः चेत् तत्र एव विशेष्यतावच्छेदकप्रकारकज्ञानम् इति कारणं भवति. तत्र पुरुषः इति एव विशेष्यम् अस्ति. तर्हि तृतीय उदाहरणे कीदृशः पुरुषः, तर्हि पुरुषत्वेन एव सः अवच्छेदकः भवति, अतः पुरुषः विशेष्यः अस्ति तत्र तृतीय उदाहरणे. अतः एव तत्र कारणं भवति विशेष्यता अवच्छेदकप्रकारकज्ञानम् इति कारणतः. तथैव द्वितीय उदाहरणे अपि भूतलं कीदृशं भूतलं, तत्र अपि विशेषणता अवच्छेदकप्रकारकज्ञानम् इति कारणं भवति. किमर्थम् इत्युक्ते भूतलस्य विशेषणम् अस्ति दण्डी पुरुषवत् इति, तेन एव विशेषणेन भूतलम् इति विशेष्यम् अवच्छेदकः भवति. अतः विशेषणता अवच्छेदकप्रकारकज्ञानम् इति द्वितीय उदाहरणे भवति. प्रथम उदाहरणे दण्डवान् पुरुषः दण्डवान् इति अस्ति, तत्र अपि कीदृशः पुरुषः, तर्हि दण्डवान् इति कारणमस्ति, तत्तु विशेषणमस्ति, अतः तत्र विशेषणज्ञानम् इति कारणं भवति. तर्हि त्रयोः उदाहरणयोः मध्ये तत्र केवलं कीदृशः पुरुषः इति अथवा कीदृशः भूतलम् इति पृच्छामः चेत् सम्यक्तया अवगमनं भवति इति अहं मन्ये. इति समीचीनम् इति बोद्धुम् एव चित्रं निरूपयतु इति मया प्रार्थितम्. आम्, तर्हि सर्वैः चित्रं करणीयमेव. चित्रे किम् अपेक्षितमस्ति इति चेत् ज्ञानम्, अत्र ज्ञानस्य आकारः दत्तः अस्ति खलु. प्रथम उदाहरणे ज्ञानस्य आकारः अस्ति दण्डवान् पुरुषः. द्वितीय उदाहरणे ज्ञानस्य आकारः अस्ति भूतलं दण्डीपुरुषवत्. तृतीय उदाहरणे ज्ञानस्य आकारः अस्ति दण्डिवशिष्टपुरुषः मक्षिकावान् इति. एतानि त्रीणि ज्ञानानि तत्र विशेष्यतासम्बन्धेन कुत्र वर्तते, प्रकारतासम्बन्धेन कुत्र वर्तते, संसर्गसम्बन्धेन कुत्र वर्तते इति चित्रं निरूपयामश्चेत् समीचीनबोधः जायते. तर्हि सर्वैः करणीयम्, अहमपि करोमि. तदनन्तरम् अग्रिमवर्गे इतोपि तस्मिन् विषये चिन्तनं भवतु. सर्वे प्रतिपादयतु, सर्वे भवतां चिन्तनं प्रतिपादयतु. यदि चित्रं निरूपितं तर्हि अस्माकं वाट्साप् ग्रूप् मध्ये कृपया प्रेषयतु. अन्येपि तस्मिन् विषये चिन्तयितुं शक्यते, दोषाः सन्ति चेत् परिष्कर्तुं शक्यते. अस्तु, समयः जातः, एकमेव निमिषम् अवशिष्टमस्ति. तर्हि एतान् कार्यकारणभावान् आदायैव सर्वत्र ज्ञानोत्पादनिर्वाहः भवति. भवतु, अग्रे किञ्चित् चिन्तनीयमस्ति. सः परिचयः अग्रिमवर्गे पठेम. किन्तु तावत् तस्मात् पूर्वम् अत्र चित्रं रचनीयमेव. तदा एव यद् अस्माभिः आरब्धं, तत् स्प्रेड्शूट् मध्ये नीलोकटः अपि च किम् अत्र बहूनि ज्ञानानि लिखितानि सन्ति खलु, तत्र कानि कार्याणि कारणानि भवन्ति, निमित्तकारणं किम्, असमवायिकारणं किं, समवायिकारणं किम् इति तत्र प्रयासः कृतः, मध्ये स्थगितः अस्ति. तर्हि तस्मिन् विषये इतोपि अनन्तरं चिन्तनम्. एतानि चित्राणि निर्माणं विना न कर्तुं शक्यते इति सर्वे कृपया एतेषां चित्राणां निर्माणं कुर्वन्तु. अग्रिमवर्गे अस्मिन्नेव विषये चिन्तनं अग्रे गच्छति. अस्तु, अत्र स्थगयामः. सर्वेभ्यो नमस्कारः, धन्यवादाश्च.